ज्ञेयतापि धर्माणां समवृत्त्या एव न परमार्थतः इत्याह यस्मात् आदौ बुद्धाः आदिबुद्धाः प्रकृत्या एव स्वभावतः एव यथा नित्यप्रकाशस्वरूपः सवितः एवं नित्यबोधस्वरूपः इत्यर्थः सर्वे धर्माः सर्व आत्मानः न च तेषां निश्चयः कर्तव्यः नित्यनिश्चितस्वरूपः इत्यर्थः न सन्दिह्यमानस्वरूपा एवं नैवं वा इति यस्य मुमुक्षोः एवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षता आत्मार्थं परार्थं वा यथा सवितः नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थं परार्थं वा इति एवं भवति क्षान्तिः बोधकर्तव्यता निरपेक्षता सर्वदा स्वात्मनि सः अमृतत्वाय अमृतभावाय कल्पते मोक्षाय समर्थो भवति इत्यर्थः आदिशान्तायनुत्पन्नाः प्रकृत्यैव स्वनिर्वृताः सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् तथा नापि शान्तिकर्तव्यता आत्मनित्यः यस्मा आदिशान्तः नित्यमेव शान्तः अनुत्पन्नः अजाश्च प्रकृत्या इव स्वनिर्वृतः सुष्ठु उपरतस्वभावः नित्यमुक्तस्वभावः इत्यर्थः सर्वे धर्माः समाश्च अभिन्नाश्च समाभिन्नः अजं साम्यं विशारदं विशुद्धम् आत्मतत्त्वं यस्मात् तस्मात् शान्तिः मोक्षो वा नास्ति कर्तव्यः इत्यर्थः न हि नित्यैकस्वभावस्य कृतं किञ्चित् अर्थवत् स्यात् वैशारद्यं तु वै नास्ति भेदे विचरतां सदा भेदनिम्ना पृथग्वादाः तस्मात् ते कृपणा स्मृताः ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः ते एव अकृपणाः लोके कृपणास्तु अन्यत्यः यस्मात् भेदनिम्नाः वेदानुयायिनः संसारानुगाः इत्यर्थः के पृथग्वादः पृथक् नानावस्तु इत्यं वदनं येषां ते पृथग्वादाः द्वैतिनः इत्यर्थः तस्मात् ते कृपणाः क्षुद्राः स्मृतः यस्मात् वैशारद्यं विशुद्धिः तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्यापरिकल्पिते सर्वदा वर्तमानानाम् इत्यर्थः अतो युक्तमेव तेषां कार्पण्यम् इत्यभिप्रायः अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः ते हि लोके महाज्ञानाः तच्च लोको न गाहते यदिदं परमार्थतत्त्वम् अमहात्मभिः अपण्डितैः वेदान्तवैशिष्टैः क्षुद्रैः अल्पप्रज्ञैः अनवगाह्यम् इत्ययम् अजयसाम्ये परमार्थतत्त्वे एवमेव इति ये केचिन् स्त्रियादयोपि सुनिश्चिता भविष्यन्ति चेत् ते एव हि लोके महाज्ञानाः निरतिशयतत्त्वविषयज्ञानाः इत्यर्थः तच्च चेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यबुद्धिः अन्यो लोको न गाहति न अवतरति न विषयीकरोति इत्यर्थः सर्वभूतात्मभूतस्य समयिकार्थं प्रपश्यतः देवापि मार्गे मुख्यन्ति अपदस्य पदैषिणः शकुनीनामिवाकाशे गतिः नैवोपलभ्यते इत्यादि स्मरण अजेष्वजम् असङ्क्रान्तं धर्मेषु ज्ञानमिच्छति यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितं कथं महाज्ञानत्वमित्याह अजेषु अनुत्पन्नेषु अचलेषु धर्मेषु आत्मसु अजम् अचलं च ज्ञानमिच्छते सवितरीव औष्ण्यं प्रकाशश्च यतः तस्मात् असङ्क्रान्तम् अर्थान्तरे ज्ञानम् अजम् इष्यते यस्मान्न क्रमते अर्थान्तरे ज्ञानं तेन कारणेन असङ्गं तत् कीर्तितम् आकाशकल्पम् इत्युक्तम् अणुमात्रेऽपि वै धर्म्ये जायमाने विपश्चितः असङ्गता सदा नास्ति किमुता वर्णच्युतिः इतो अन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्यवस्तुनि बहिः अन्तर्वा जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गत असङ्गत्वं सदा नास्ति किमुत वक्तव्यम् आवरणच्युतिः बन्धनाशु नास्ति इति अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः आदौ बुद्धास्तथा मुक्ता बुध्यन्ते इति नायकाः तेषाम् आवरणच्युतिः नास्ति इति ब्रुवतां स्वसिद्धान्ते अभ्युपगतं तर्हि धर्माणामावरणं नेत्युच्यते अलब्धावरणाः अलब्धम् अप्राप्तम् आवरणम् अविद्यादिबन्धनं येषां ते धर्माः अलब्धावर्णाः बन्धनरहिताः इत्यर्थः। प्रकृतिनिर्मलाः स्वभावशुद्धाः आदौ बुद्धः तथा मुक्तः। यस्मान्नित्यशुद्धबुद्धमुक्तस्वभावः यद्येवं कथं तर्हि बुध्यन्ते इत्युच्यते। नायक स्वामिनः समर्थाः बोद्धुं बोधशक्तिमत्स्वभावः इत्यर्थः। यथा नित्यप्रकाशस्वरूपोऽपि सन् सविता प्रकाशते इत्युच्यते। यथा वा नित्यनिवृत्तगतयोपि नित्यमेव शीलाः तिष्ठन्ति इति उच्यते तद्वत्। क्रमतेन हि बुद्धस्य ज्ञानं धर्मेषु तायिनः सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम्। यस्मान्न हि क्रमते बुद्धस्य परमार्थदर्शिनः ज्ञानं विषयान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा। तायिनः तायो अस्य अस्तीति तायि सन्तानवतो निरन्तरस्य आकाशकल्पस्य इत्यर्थः। पूजावतो वा प्रज्ञावतो वा सर्वे धर्माः आत्मानोऽपि तथा ज्ञानवदेव आकाशकल्पत्वात् न क्रमन्ते क्वचिदपि अर्थान्तरे इत्यर्थः। यदादौ उपन्यस्तं ज्ञानीनाकाशकल्पेन इत्यादि तदिदम् आकाशकल्पस्य तायिनः बुद्धस्य तदनन्यत्वात् आकाशकल्पं ज्ञानं न क्रमते क्वचिदपि अर्थान्तरे। तथा धर्म इति आकाशमिव अचलम् अविक्रियं निरवयं नित्यम् अद्वितीयम् असङ्गम् अदृश्यम् अग्राह्यम् अशनायादि अतीतं ब्रह्मात्मतत्वं न हि द्रष्टो दृष्टे विप्रलोपविद्यते इति श्रुते। ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वम् अद्वयम् एतं न बुद्धेन भाषितम्। यद्यपि बाह्यार्थनिराकरणं ज्ञानमात्रकल्पना च अद्वयोस्तु सामीप्यमुक्तम्। इदं तु परमार्थतत्त्वम् अद्वैतं वेदान्तेषु एव विज्ञेयम् इत्यर्थः। दुर्दर्शमतिगम्भीरम् अजं साम्यं विशारदं बुद्ध्वा पदमनानात्मं नमस्कुर्मो यथाबलम्। शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते। दुर्दर्शं दुःखेन दर्शनम् अस्येति दुर्दर्शम्। अस्ति नास्ति इति चतुष्कोटिवर्जितत्वात् दुर्विज्ञेयम् इत्यर्थः। अत एव अतिगम्भीरं दुष्प्रवेशं महासमुद्रवतो अकृतप्रज्ञैः। अजं साम्यं विशारदम् ईदृक्पदम् अनानात्मं नानात्ववर्जितं बुद्ध्वा अवगम्य तद्भूताः सन्तः नमस्कुर्मः तस्मै पदाय। अव्यवहार्यमपि व्यवहारगोचरतामापाद्य यथाबलं यथाशक्ति इत्यर्थः। अजमपि जनियोगं प्रापदैश्वर्ययोगादगतिजगति मत्तां प्रापदेकं ह्यनेकं विविधविषयधर्मग्राहिमुग्धेक्षणानां प्रणतवयन्तृब्रह्मयत्तन्नतोऽस्मि। प्रज्ञावैशाखवेदक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं भूतान्यालोक्यमग्नान्यविरतजनग्राहघोरे समुद्रे कारुण्यादुद्धतारामृतमिदमरै दुर्लभं भूतहेतोः यस्तं पूज्याविपूज्यं परमगुरुमं पादपातैर्नतोऽस्मि। यत्प्रज्ञालोकभासा प्रतिहतिमगमस्वान्तमोहान्धकारो मज्जोन्मज्जच्च घोरे ह्यसकृदुपजनो धन्वतित्रासनेमि। यत्पादावाश्रितानां श्रुतिशमविनयप्राप्तिरज्ञाह्यमोघं तत्पादो पावनीयो भावभयविनुदो सर्वभावैर्नमस्ये। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ माण्डूक्योपनिषत्कारिकाभाष्यं सम्पूर्णम्।